सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् इदानीं तत्र अस्तु शेर् करोमि अस्माकं यः प्रवर्तमानविषयः अस्ति स्क्रीन् दृश्यते वा प्रवर्तमानविषयः अस्ति तत्र यः इगन्ताङ्गस्य गुणः भवति अपि च उपधायां यः ह्रस्व इक् वर्णानां गुणः भवति तस्य कृते तयोः कृते यः सूत्रद्वयम् अस्मिन् करपत्रे इत्युक्ते उपधायाम् अपि गुणः इति यः करपत्रम् अस्ति तत्र वयं दृष्टवन्तः यः इगन्ताङ्गस्य गुणः भवति इत्युक्ते अन्तिमस्थितस्य इक् वर्णस्य इकारस्य उकारस्य ऋकारस्य दीर्घ भवेत् वा ह्रस्व भवेत् तत्र यः प्रत्ययस्य कारणेन इत्युक्ते सार्वधातुक् अपि अथवा आर्धधातुक् प्रत्ययस्य कारणेन यः गुणः भवति तस्य कृते प्रथमसूत्रमस्ति सार्वधातुक् आर्धधातुकयोः सो सार्वधातुक् आर्धधातुकयोः इति यः सूत्रम् अस्ति सः केवलं कुत्र कार्यं करोति यत्र धातुः अन्ते कोऽपि इ उ रु वर्णः अथवा अङ्गस्य अन्ते कोऽपि इ उ रु इति वर्णः अस्ति सो अङ्गं वदामः चेत् तत्र अङ्गस्य तत्र वयं किं तत्र एकं संज्ञासूत्रम् अस्ति अलो अन्त्यात् पूर्वम् न अस्तु तत्र तत् न ततो उपदा इति संज्ञायः सो अङ्गमिति प्रत्यास् यस्मिन् प्रत्ययः विधिः तदादिप्रत्यये अङ्गम् इति अङ्गसंज्ञाविधायकसूत्रं सो यस्मात् प्रत्ययः विधिः तदादिप्रत्यये अङ्गम् यस्य अनन्तरं यस्य शब्दसमूहस्य अथवा प्रकृति अनन्तरं प्रत्ययः विधीयते कस्यचित् विशिष्टसूत्रद्वारा तत्र कस्यचित् शब्दसमूहस्य अनन्तरं प्रत्ययः विधीयते तस्य अङ्गसंज्ञा भवति सो वयं दृष्टवन्तः तत्र भू इति अस्ति धातु अस्ति प्रकृति अस्ति तस्य अनन्तरं यदि तत्र तिप् प्रत्ययस्य विधानं भवति भू इति धातुरूपी अङ्गम् परन्तु यदा वयं चुर्योग निच् कुर्मः चेत् चुरादिगणे दशमगणे तत्र चुर्योग निच् कुर्मः चेत् तत्र एकं विशिष्टसूत्रद्वारा दशमगणे कृपया सर्वे म्यूट् मध्ये तिष्ठतु दशमगणे तत्र औत्सर्गिकरूपेण किं तत्र प्रथमे तत्र निच् प्रत्ययस्य तत्र योजनं भवति सो धातु चुर् इति धातुः दशमगणस्य धातुः अनन्तरं तत्र निच् प्रत्ययः योजयामः चेत् तत्र किं भवति यः उपधायाम् उकारः उपधायां यः उकारः तस्य गुणः भवति निच् कारणेन सो तत्र चुर् चोर् भवति प्रथमसोपाने एव चुर् चोर् भवति निच् प्रत्ययः तु केवलम् इकारः अवशिष्टभागः सो वर्णमेलनेन तत्र किं भवति चोरी इति तत्र वर्णसमूहः निष्पद्यते एकं शब्दसमूहः तत्र तस्य निर्माणं भवति सो चोरी इति यः अस्ति वयं जानीमः निच् इति सनादिप्रत्ययः सो यस्य शब्द प्रकृति अनन्तरं कोऽपि सनादिप्रत्ययः योजयामः चेत् तत्र यः शब्दसमूहः निष्पद्यते यथा चोरी इति शब्दसमूहः तस्यापि पुनः धातुसंज्ञा भवति सो सूत्रमस्ति सनाद्यन्तः धातवः तेन सूत्रेण चोरी इति यः इदानीं शब्दसमूहः चकारः ओकारः रकारः अपि च निच् प्रत्ययस्य इकारः चोरी तस्य धातुसंज्ञा महर्षिणा कृतं सनाद्यन्तः धातवः सो सनादिप्रत्ययः द्वादश सनादिप्रत्ययस्य योजनेन यत् शब्दसमूहः निष्पद्यते तस्य पुनः धातुसंज्ञा भवति. सो चोरी इति वयं किं वदामः, अस्माभिः निर्मितं धातुः. किमर्थं चेत् वयं तत्र सनादिप्रत्ययस्य योजनेन तादृशधातुस्य निर्माणं कृतः. अतः अस्माभिः निर्मितं धातुः इति अस्ति, अतः सः धातुः औपदेशिकधातुः न वदामः, तादृशधातुः आतिदेशिकधातुः भवति. सर्वे यस्य यस्य धातुः अनन्तरं मूलधातुः अनन्तरं निच् प्रत्ययः अथवा कोऽपि अन्यसनादिप्रत्ययः योजयामः, तत्र यः वर्णसमूहः निष्पद्यते तस्यापि धातुसंज्ञा एकं विशिष्टसूत्रद्वारा भवति. सो अनन्तरं तत्र चोरी इति यः अस्ति, यस्य धातुसंज्ञा सनाद्यन्तः धातुवः इति सूत्रेण भवति, तस्य अनन्तरं कोऽपि प्रत्ययः योजयामः चेत् तत् अङ्गं भवति तादृशप्रत्ययस्य कृते. इत्युक्ते यदि तत्र मम विवक्षा लट्लकारस्य एकवचनस्य अस्ति चेत् अहं तत्र तिप् योजयामः, तिप् प्रत्ययस्य कृते चोरी इति अङ्गं भवति. सो यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम्. सो आदिमवर्ण आरभ्य शब्दसमूहस्य आदिमवर्ण आरभ्य प्रत्ययस्य आदिमवर्णपर्यन्तं च आरभ्य तिप् प्रत्ययस्य तपर्यन्तं यत् समूहः तस्य अङ्गसंज्ञा भवति इति सूत्रस्य अर्थः. सो चोरी इति तस्य अनन्तरं तिप् योजयामः चेत् चोरी इदानीं चोरी इति अङ्गम्. सो सार्वधातुक आर्धधातुकयोः इति सूत्रम् अङ्गस्य अधिकारे आयाति. वयं दृष्टवन्तः तत्र षष्ठमध्याये चतुर्थपादे तत्र सप्तसप्ततितमं सूत्रमस्ति अङ्गं. कृपया कोऽपि चेक् करोतु एतत् सूत्रसङ्ख्या साधु अस्ति वा न. सो षष्ठमध्याये चतुर्थपादे सप्तसप्ततितमं सूत्रम् अङ्ग अधिकारः तत्र आरभ्यते. सो तस्य अनन्तरम् अहं चिन्तयामि तत्र सप्त अध्यायस्य अन्तपर्यन्तम् अङ्गस्य अधिकारः वर्तते. सो सार्वधातुक आर्धधातुकयोः इति यः अस्माकं विषयः अस्ति सः अपि अङ्गस्य अधिकारे आयाति. इत्युक्ते सार्वधातुक आर्धधातुकयोः इति सूत्रेण यः गुणकार्यं भवति सः न केवलं मूलधातुः भवति, अङ्गस्य अपि तत्र किं गुणः भवति यदि तस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः आयाति. किमर्थं चेत् एतत् सूत्रम् अङ्गस्य अधिकारे आयाति. अतः चोरी इति यः अस्ति सः तिप् प्रत्ययस्य कृते अङ्गं भवति, अतः तत्रापि गुणः सम्भवति अनेन सूत्रेण. किमर्थं चेत् अन्ते इगन्तम् अस्ति, इक् वर्णः अस्ति, इ निच् प्रत्ययस्य ह्रस्व इकारः अन्ते वर्तते. सो तत्र सर्वदा किम् अन्ते इकारः विद्यते, अतः तत्र यः चुरादिगणे धातवः तत्र सर्वदा तत्र किम् अङ्गस्य चोरी इति निच् प्रत्ययस्य योजनेन यः अङ्गं निष्पद्यते तस्य सर्वदा तत्र गुणकार्यस्य प्रसक्तिः भवति. सो तत्र यः अन्ते इकवर्णः अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण कार्यम्. अपि च द्वितीयं सूत्रं किम् अस्ति, पुगन्तलघुपदस्य च. सो अत्र च इति पदम् अस्ति, अतः तत्र दलद्वयं न केवलं पुगन्त अङ्गस्य इकः गुणः भवति. महर्षि वदति च इति पदेन अव्ययपदेन लघुपदस्य अङ्गस्य इकः गुणः अपि अनेन सूत्रेण एव भवति. सो वयं दृष्टवन्तः चुर् इति लघुपदाङ्गम् अस्ति, चुर् इति उपधायां ह्रस्व उकारः लघु उकारः अस्ति. सो लघुपदस्य अङ्गस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः आयाति चेत् तत्र तस्य लघुपद इकवर्णस्य गुणः करणीयम् इति सूत्रं वदति. अपि च सूत्रं तावदेव न वदति, सूत्रं वदति पुगन्त अङ्गस्य इकः गुणः अपि करणीयम्. सो तस्य विषये वयं दृष्टवन्तः केषां केषां धातूनां पुक् आगमः भवितुम् अर्हति. सो पुगन्तम् इति वदामः चेत् तादृश अङ्गं यस्य अन्ते प विधीयते, पुक् इति आगमः भवति. सो प्रत्येकस्य मूलधातु अनन्तरं तु प न श्रूयते, पुगन् पुक् इति आगमः न भवति. अतः तत्र वयं दृष्टवन्तः केषां केषां धातूनां पुक् आगमः भवति, अपि च तस्य पुक् आगमस्य कृते हेतु किम् इत्युक्ते निमित्तं किम्. अत्र तु व्याकरणे निमित्तं वदामः. सो तस्य कारणं किं, पुक् इति आगमः यः भवति तस्य कारणं किं दृष्टवन्तः. एकं सूत्रमस्ति अर्ति ह्री व्ली री कनुयि क्षमायि अपि च आताम्. एतेषां धातूनां तत्र पुक् आगमः भवति केवलं निच्परे. इत्युक्ते अर्ति इति तत्र यः शब्दसमूहः अस्ति तस्य कृते ऋकारस्य ग्रहणं व्याकरणे. सो ऋकारः इति एकं धातुः अस्ति, तथैव ह्री अन्यत् धातुः, व्लि अन्यत् धातुः, रि भिन्नधातुः, कनुयि अपि च क्षमायि एते अपि औपदेशिकधातुः इत्युक्ते पाणिनिधातुपाठे निर्दिष्टधातवः एते सर्वे धातवः. अनन्तरं तत्र आताम् अस्ति. सो आताम् इति कथनेन दीर्घ आकारान्त् धातवः. सो आकारान्त् धातुविषये अपि च एते विशिष्टधातुविषये तत्र पुक् इति आगमः भवति. परन्तु कदा? सर्वदा भवति वा? न, सर्वदा न भवति. रुयोग तिप् कुर्मः चेत् तत्र न भवति. अपि च रुयोग अनियर् कुर्मः अथवा त्वा कुर्मः अथवा ल्युट् कुर्मः अथवा कोऽपि अन्य कृत्प्रत्ययः योजयामः चेत् तत्र न पुक् आगमः भवति, अन्ते पुक् इति आगमः न भवति. अत्र निमित्तं दत्तं, सूत्रे निमित्तमपि दत्तं. सो निच् प्रत्ययस्य कारणेन एव एतेषां धातूनां पुक् आगमः भवति. सो यदा तत्र निच् प्रत्ययस्य योजनेन पुक् आगमः भवति, तत्र यः वर्णसमूहः निष्पद्यते निच् प्रत्ययस्य कारणेन अपि तत्र विशिष्टकार्याणि वयं दृष्टवन्तः. निच् इति प्रत्ययः धातु अनन्तरं निच् प्रत्ययस्य तत्र विधानं महर्षिणा कृतं. सो तत्र अपि निच् इति प्रत्ययः प्रथमे एव द्रष्टव्यं, सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः. किमर्थं चेत् सार्वधातुक अस्ति चेत् तत्र विशिष्टचिन्तनम्, आर्धधातुक अस्ति चेत् तत्रापि विशिष्टचिन्तनं. सो प्रथमसोपाने किं द्रष्टव्यं, यदा तत्र प्रकृतियोगः प्रत्ययः भवति धातुविषये तु तत्र प्रथमे तत्र द्रष्टव्यं प्रत्ययः, प्रत्ययस्य स्वभावः कः, सार्वधातुक वा आर्धधातुक वा. आर्धधातुक अस्ति चेत् निच् इति प्रत्ययः आर्धधातुक. इदानीं जानीमः, सूत्रमपि पठितवन्तः, तिंशित् सार्वधातुकम् आर्धधातुकं शेषः सूत्रद्वयमस्ति, तेन किं भवति, निच् इति प्रत्ययः आर्धधातुक. सो निच् इति प्रत्ययः आर्धधातुक अस्ति यत्र यत्र धातुः मूलधातुः अथवा अङ्गं प्लस् आर्धधातुक अथवा सार्धधातुक सार्वधातुक इति प्रत्ययस्य योजनं भवति, तत्र तत्र किं सार्वधातुक आर्धधातुकयोः प्रथमसूत्रम् अपि च पुगन्तलघुपदस्य च द्वितीयसूत्रम्, एते सूत्रद्वयस्य प्रसक्तिः भवति. प्राप्ति भवति वा न भवति, परन्तु तत् भिन्नविषयः. परन्तु एते सूत्र तत्र आगन्तुं शक्यते. सो अत्रापि यदा तत्र पुक् इति आगमः भवति निच् कारणेन, तत्रापि किं गुणस्य प्रसङ्गः आयाति. अत् किमर्थं चेत् महर्षि वदति पुगन्ताङ्गस्यापि गुणः यदा तस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः आयाति. सो आगमः प्रथमे भवति, अनन्तरं तत्र द्रष्टव्यं कोऽपि इकवर्णः अङ्गे कोऽपि इकवर्णः अस्ति वा नास्ति. यथा वयं दृष्टवन्तः तत्र कः धातुः, यस्मिन् गुणप्रसङ्गः नास्ति लेप रीप अर्पि कः कः धातुः अस्ति ऋकारः अपि च ह्री अपि च व्ली रीप् रीप् धातुः अत्र एकं धातुः आसीत् यस्मिन् गुणप्रसङ्गः खनुयि न अत्र तु सर्वेषां धातूनां गुणप्रसङ्गः परन्तु वयं दृष्टवन्तः दीर्घ आकारान्त धातूनाम् अनन्तरं निच् योजयामः चेत् यथा दा इति धातुः दा इति धातुः तत्र यदा तत्र धा योग निच् कुर्मः चेत् प्रथमे तु तत्र पुक् आगमः भवति सो तत्र धाप् इति अङ्गं भवति निच् प्रत्ययस्य कृते सो यदा तत्र धाप् इति अङ्गं भवति तत्र धाप् इति अङ्गे कोऽपि इकवर्णः नास्ति सो सूत्रं किं पुगन्त अङ्गस्य इकः गुणः सो स्थानिवर्णः कः इकः एव स्थानिवर्णः सो पुगन्त अङ्गस्यापि यः गुणः भवति कस्य गुणः भवति यथा तत्र रुयोगः प कुर्मः चेत् तत्र रिप् इति अङ्गं भवति निच् प्रत्ययस्य कृते सो तत्र सर्वेष् तत्र पकारस्य तु कोऽपि गुणः न भवति केवलं पुगन्त अङ्गस्य इकः गुणः सो इक् वर्णानाम् एव तत्र अङ्गे द्रष्टव्यं कोऽपि इक् वर्णः अस्ति वा नास्ति अस्ति चेत् अनेन सूत्रेण तत्रापि किं गुणः भवति सो धाप् इति योगनिच् कुर्मः चेत् दाप् इति यः अङ्गं निष्पद्यते तत्र कोऽपि इक् वर्णः नास्ति सो इ उरु नास्ति अत्र सो तत्र तत्र पुगन्तलघुपदस्य च इति सूत्रस्य किमर्थं कोऽपि कार्यमेव नास्ति किमर्थं चेत् अङ्गे कोऽपि इकवर्णः नास्ति अतः तत्र गुणः न भवति परन्तु एतेषां धातूनां री व्ली री कनुयि क्षमायि यदा एकवारं तत्र निच् प्रत्ययस्य कारणेन प्रथमे तत्र पुकागमः भवति द्वितीयसोपाने तत्र निच् प्रत्ययस्य कारणेन एव किं पुगन्तलघुपदस्य च इति सूत्रद्वारा गुणकार्यम् अपि भवति इति तत्र पुगन्तलघुपदस्य च इति धलद्वयस्य तत्र आवश्यकता अस्तु इदानीं तत्र पूर्वस्मिन् वर्गे किं दृष्टवन्तः उपधा इति एकं संज्ञा अस्ति सो उपधा इति संज्ञा यः अस्ति विशिष्टसंज्ञा इत्युक्ते पारिभाषिकशब्दः व्याकरणशास्त्रे तस्य कृते यत् सूत्रम् अलो अन्त्यात् पूर्व उपधा सो अत्र यत्र यत्र संज्ञासूत्रम् अस्ति तत्र तत्र किम् उद्देशविधेयभावः इत्युक्ते अन्तिम् अलः अल अन्त्यात् यः अन्तिम् अलः अस्ति अत्र पूर्व अपि पदं तस्य पूर्वे यत् वर्णः इत्युक्ते व्याकरणे के वर्णाः एव तत्र सन्ति शब्दसमूहः यः अस्ति तत्र किं वर्णानां समूहः एव शब्दः शब्दे अर्थः अपि निहितः भवति परन्तु व्याकरणे मूल यः मेटीरियल् अस्ति सः वर्णसमूहः सो अत्र उपधा इति संज्ञा कस्य इति वदामः चेत् अन्त्यात् अल पूर्व इति अत्र अस्ति सो अन्त्यात् अल पूर्वः यः वर्णः तं वर्णम् उद्दिश्य उपधा इति संज्ञा व्याकरणे सो अत्र उपधा इति संज्ञा कस्य इति वदामः चेत् अन्त्यात् अलपूर्वः यः अलः यः वर्णः तस्यैव उपधा इति संज्ञा इति सूत्रस्य अर्थः सो वयं किं वदामः सामान्यतया किं वदामः अन्तिम अलपूर्वे यः साक्षात् पूर्वे यः वर्णः तस्य एव उपधा इति संज्ञा सो वयं किमर्थम् उपधा इति संज्ञा ज्ञातव्यम् इत्युक्ते पुगन्तलघुपदस्य च तत्र यः लघुपदः अस्ति तत्र लघ्वी उपधा यस्य तत् लघुपदः सो तत्र उपधा इति संज्ञस्य प्रयोजनं दृश्यते सो यः विशिष्टसंज्ञा व्याकरणे भवति तस्य कृते प्रयोजनं किं किमर्थं चेत् तादृशः टेक्निकल् वर्ड् महर्षिसूत्रे तेषां प्रयोगः सः करोति सो सूत्रस्य अर्थ अवगमनार्थं तदपि द्रष्टव्यम् उपधा इत्युक्ते किं सो तत्र कुत्र गच्छामः प्रायशः तत्र सर्वाणि संज्ञासूत्राणि अपि च बहुत्र तत्र अपि च परिभाषासूत्राणि ग्रन्थे कुत्र लभ्यते? प्रथम अध्याये एव तत्र लभ्यते. सो उपदा इति विषये यः चिन्तनं सः अपि प्रथमाध्याये प्रथमपादे पञ्चषष्टितमं सूत्रे तत्र महर्षिणा दत्तम्. अस्तु, इदानीम् अस्मिन् करपत्रे तत्र चुरादिगणस्य कृते विशेष उदाहरणं दत्तं. किमर्थम् इति प्रश्नः. किमर्थं चेत् अत्र पश्यामः, अद्य पश्यामः किमर्थं तत्र चुरादिगणस्य विषये एव अत्र अधोभागे चिन्तनं दत्तम्. एतावता तु एतत् पर्यन्तं तु वयं पूर्वस्मिन् वर्गे पठितवन्तः, इत्युक्ते उपदा इति संज्ञा वयं पठितवन्तः. इदानीं तत्र चुरादिगणविषये तत्र पठामः. अस्तु, कः प्रारम्भं करोति? इदानीं पर्यन्तं कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु, अन्यथा तत्र करपत्रस्य प्रति गच्छामः. नास्ति चेत् तत्र सूत्रं, महोदय नमस्कारः. अङ्गस्य इति सूत्रं 641 एव. अनन्तरं द्वितीय प्रथम आम् षष्ठम् अध्याये चतुर्थपादे प्रथमपादे प्रथम सूत्रमेव. अङ्गकार्यं तत्र आरभ्यते, अङ्गस्य इति आगच्छति. प्रथमसूत्र आरभ्य एव अङ्गसंज्ञा अङ्गस्य इति अधिकारः वर्तते. सो अनन्तरं बहुषु सूत्रेषु अङ्गस्य अधिकारः वर्तते. सो तत्र न केवलं मूलधातुषु कार्यं करणीयं, परन्तु अङ्गे अपि कार्यं करणीयं. यथा तत्र शप् प्रत्ययस्य कृते भू इति अङ्गं भवति, परन्तु अनन्तरं तिप् प्रत्ययस्य कृते तत्र भव इति अङ्गम्. सो तिप् अपि प्रत्ययः, शप् अपि प्रत्ययः. सो यस्मात् प्रत्ययः विधिः तदादिप्रत्ययङ्गम् इति सूत्रेण न केवलं शप् अपि प्रत्ययः, तिप् अपि प्रत्ययः. सो शप् प्रत्ययस्य कृते भिन्न अङ्गं, तिप् प्रत्ययस्य कृते भिन्न अङ्गं, तत् सूत्रद्वारा एव तत्र अवगच्छामः. अस्तु, धन्यवादः भगिनि. अस्तु, कः पठितुमिच्छति? पठतु भगिनि, कृपया पठतु. चुरादिगणे इति आरभ्य चुरादिगणे उगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः. चुर् चोरयति, तुल् तोलयति, घुष् घोषयति, चुर् चोदयति, विल् विलयति. चुरादिगणे धात्वङ्गे सार्वधातकारधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः न भवति. चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति. यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः, घृ अधिकं णिच् अचोन्निच् इति सूत्रेण वृद्धि आदेशः, न तु गुणः. अतः घार् भवति, घार् ई निष्प्रत्ययस्य ई उपयुज्य घारी भवति. घारी अधिकं शप् अधिकं ति घारयति इति भवति. तावत् वदतु, किमस्ति अत्र? चुरादिगणे पुगन्तलूपद लघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु अस्ति. अतः चुर् इति चोरयति भवति, तुल् तोलयति भवति. अत्र सर्वे उपदा लघु उकारः अस्ति. घुष् घोषयति, चुद् चोदयति, विल् विलयति. ह्रस्व उकार तथा ह्रस्व इकारस्य गुणा भूत्वा चोरयति, तोलयति, घोषयति, चोदयति, विलयति भवति. अत्र प्रश्नः भगिनि, प्रथम यः अस्तु, इदानीं तु सत्यं पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः दशमगणे भवति, इत्युक्ते अत्र प्रथमसोपानम् अस्ति. कथं भवति तत् निष्पादयतु. चुर् इति यः चोर् भवति, केन कारणेन अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः, तदपि वक्तव्यं. त्राडिगणे जुर् अधिकं निच् भवति खलु सत्यं निच् प्रत्ययस्य इकार एव तिष्ठति चुर् अधिकं नि हलन्त्यम् इति सूत्रेण अन्ते स्थित ऋकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति लौकिकरूपमेव अस्ति चुर् इति अस्ति चुर् अधिकं ति इ निच् धातवः इ चुरि चुरि भवति परन्तु चुरि भवति परन्तु चुर् योग एकवारं चुर् योग निच् आयाति चेत् अनुबन्धानां निष्कासनं कुर्मः चेत् चुर् योग इ भवति इत्युक्ते निच् प्रत्यये तत्र पुगन्तलघु लघुपदस्य इति सूत्रेण उपधास्थित उकारस्य गुणः भवति अतः चोर् भवति अत्र पुकागमः किमर्थं न भवति नीच् प्रत्ययः तु पुकागमस्य कृते नीच् इति कारणमस्ति पुकारस्य केवल धातवः अस्ति खलु चुर् धातु तत्र नास्ति सत्यं तदेव वक्तव्यं चुर् इति विशिष्टधातु तस्मिन् सूत्रे चुर् न पाठितं तत्र चुर् न पठितं तत्र भिन्न अस्तु सो इदानीं निच् इति प्रत्ययः सि वेन् यु वेनेवर् यु आर् डूयिङ्ग् गुणः यु हेव् टु से बिकास् सि सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च इति सूत्रद्वारा यः गुणकार्यं भवति तस्य कृते निमित्तं किं कारणं किम् अस्ति एकतु सार्वधातुकप्रत्ययः द्वितीयं तु आर्धधातुकप्रत्ययः तत्र द्विवचनात् पदमस्ति सूत्रमस्ति खलु सूत्रस्य मध्ये ये ये वर्णाः पदाः सन्ति ते एव सुगन्धः भवति चुर् तत्र नास्ति तत्तु सत्यं मम प्रश्नः कः गुणकार्यं यः भवति व्याकरणे तस्य कृते गुण यः कार्यं भवति दृष्टवन्तः इदानीं तत्र सूत्रद्वयेन गुणकार्यं भवति एकमस्ति सार्वधातुकार्धधातुकयोः द्वितीयं सूत्रमस्ति पुगन्तलघुपदस्य च द्वयोः सूत्रस्य कृते तत्र निमित्तं किम् निमित्तम् आवश्यकं कार्यस्य कृते कारणं विना कार्यं न भवति यथा पुकागमः भवति तस्य कृते अपि निमित्तम् आवश्यकम् चुरादिगणे भवति चुर् धातुः चुरादिगणे अस्ति अतः प्रसक्तिः अस्ति यु आर् नाट् अण्डर्स्टाण्डिङ्ग् मै पायिण्ट् ऐ एम् सेयिङ्ग् देट् वेनेवर् सम् कार्य हेपन्स् चुर् बिकम्स् चोर् बिकास् आफ् विच् विच् इति प्रत्ययः तत्तु सत्यं परन्तु तत्र नीच् इति प्रत्ययस्य कारणेन गुणकार्यं भवति वा इति तु न तत्र दत्तं तत्र किं दत्तं तत्र दत्तं सार्वधातुप्रत्ययस्य कारणेन गुणः अपि च आर्धधातुप्रत्ययस्य कारणेन गुणः तत् वक्तव्यं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति कुत्र गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण अङ्गस्य तु भवति परन्तु कीदृश अङ्गस्य इगन्ताङ्गस्य इगन्ताङ्गस्य गुणः भवति चूर् इति इगन्ताङ्गम् अस्ति वा कीदृश लघुपदाङ्गमस्ति सो वाट् ऐ मीन् टु से यु हेव् टु से वेन् वी आर् डूयिङ्ग् चूर् योग निच् निच् इति प्रत्ययः आर्धधातु प्रत्ययः यु हेव् टु से देट् बिकास् द गुणकार्यं हेपन्स् नाट् बिकास् आफ् निच् आर् तिप् आर् शप् आर् शियर् आर् देर् सार्वधातुक् ओ एण्ड् आर्धधातुक् निच् इस् अ आर्धधातु प्रत्ययः अतः तत्र पुगन्तलघुपदस्य च इति सूत्रे पूर्वसूत्रात् सम्पूर्ण अनुवृत्तिः भवति. इत्युक्ते सम्पूर्णसूत्रं किं? पुगन्त लघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः. बिकास् फार् दिस् सूत्र आल्सो निमित्तं किं? सार्वधातुक आर्धधातुक प्रत्ययः. सो अत्र निच् इति प्रत्ययः, वी डोण्ट् हाव् टु से निच् प्रत्ययस्य कारणेन. सि कुत्रचित् एकम् एव प्रत्ययस्य कारणेन विशिष्टकार्यं भवति, परन्तु अत्र तु ब्राड् केटगरि दत्तं. यत्किमपि अर्धधातुप्रत्ययः परे आयाति अथवा यत्किमपि सार्वधातुप्रत्ययः परे आयाति तत्र तत्र सूत्रद्वयस्य प्रसक्तिः भवति अङ्गं दृष्ट्वा. सार्वधातुक अथवा अर्धधातुक एव भवति खलु, तत्तु अग्रे आयास्यति. तत्र विशिष्टं किं? तत् अग्रे आयास्यति, परन्तु सूत्रं तु विच् फार्मुला वदति ततः गुणः भवितुं न शक्यति, शक्यते परन्तु पुगन्तलघुपदस्य इति सूत्रेण गुणः भवितुं शक्यते, करेक्ट् वा? सो तत्र किम् अङ्गं निष्पद्यते निच्कारणेन? निच्कारणेन चुर् इति अङ्गः अस्ति, परन्तु उपधा पुगन्त उपधा लघु उपधा इति सूत्रेण उ लघुपदः अस्ति उपधायां. तत्र तस्य गुणः भवति उ ओ भवति गुणः उ अस्ति चेत् ओ भवति, अतः चुरि चोरी भवति. चोरी चो चो भवति न तु चोरि इति अङ्गम्. अनन्तरम् अनन्तरं विवक्षायां विकरणप्रत्ययस्य प्रतिनिधिः अ अस्ति, अ आयाति अतिंशित् प्रत्यय इति सूत्रेण सार्वधातुका अस्ति तिंशित् सार्वधातुका इति प्रत्यय इति सूत्रेण सार्वधातुकप्रत्ययः अस्ति, अतः चोरी अधिकम् अ आयाति चेत् यचो वायावः इति सूत्रे इति शृणु चोरी योग अ इति सार्वधातुप्रत्ययः. सो सार्वधातुप्रत्ययः अस्ति, तस्य प्रत्ययस्य कृते कीदृश अङ्गम्? चोरी अङ्गम् अस्ति, तत्र गुण वृद्धि गुणा भवति न चोरी तत्र गुणः भवति वा वृद्धिः भवति? गुणः भवति. आं तदेव वक्तव्यं. सो इकारस्य गुणः एकारः वदतु. अधिकं भवति ए प्लस् अ तत्र यजो वाचायाः सन्धिः भवति, अतः अय ए ए अपगच्छति तस्य स्थाने ए अपगच्छति ऐ ऐ आगच्छति ऐ ऐ चोर् सोरि चोर् सोरि चोर् योग ऐ योग अ योग ति चोरयति भवति. आम् तत्र सोपानेन एव तत्र सर्वं वक्तव्यम्. द्वितीयबिन्दुविषये वदतु. तथैव तत्र अन्येषां धातूनां विषये तुल् विषये तथैव गुष्, किमर्थं चेत् अत्रापि लघुपदङ्गम् अस्ति. तुल् अपि लघुपदङ्गं, च्युदपि लघुपदङ्गं. सो अङ्गं तत्र द्रष्टव्यं प्रत्ययस्य कृते कीदृश अङ्गम्. अङ्गं दृष्ट्वा एव वयं निर्णयं कर्तुं शक्यते अत्र सार्वधातु आर्धधातुकयोः इति सूत्रेण गुणः वा पुगन्तलघुपदस्य च इति सूत्रेण गुणः. कथं जानीमः? अङ्गं दृष्ट्वा एव जानीमः. अङ्गं द्रष्टव्यं. द्वितीयबिन्दुविषयं वदतु. चुरादिगणे धात्वङ्गे सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः न भवति. चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति न गुणः. तत्र उदाहरणमपि दत्तं. घृ पस् प्रस् ऋश्रवणे इति चुरादिगणीयधातुः घृ अधिकं निच् अचो णिचि निति इत्यनेन वृद्धिः आदेशः न तु गुणः अतः घृ अस्ति घर् अर्कारः आगच्छति खलु वृद्धिः भवति न तु गुणः आर् भवति न तु अर् भवति सो घर् न भवति आर् भवति किमर्थं बिकास् इट् इस् सेयिङ्ग् इत्यनेन वृद्धि आदेशः न तु गुणादेशः परन्तु प्रथमं घर् एव भवति खलु घर् वृद्धिः भवति न घर् भवति खलु न अत्र विशिष्टसूत्रस्य कार्यम् अस्तु इदानीं तत्र अचोनिमित्तवृद्धि आयाति चेत् घ्रा भवितुं शक्यते धारणा न तत्र विशिष्टसूत्रम् अस्तु भगिनि अत्र वदामि अत्र सो द्वितीयबिन्दुः यः अस्ति विशिष्टबिन्दुः किमर्थं चेत् भगिनी कृपया म्यूट् मध्ये एकनिमिष म्यूट् मध्ये तिष्ठतु वदामि अत्र अचोनिनिति इति सूत्रस्य विषये वदामि सो तत्र वयं दृष्टवन्तः चुरादिगणे तत्र बहूनि धातवः यत्र लघुपदाङ्गमस्ति चुर् इति धातुः दशमगणस्य धातुः तत्र उकारः उपधायामस्ति द्वितीयबिन्दुः वदति तत्र चुरादिगणे बहु धातवः सन्ति ये इघन्तधातवः सो इघन्तधातुः इत्युक्ते किं यस्य अन्ते इक् वर्णः विधीयते चुर् तु इगन्तं नास्ति तुल् अपि इगन्तं नास्ति किमर्थं चेत् अन्ते हल् वर्णः न तु इक् वर्णः परन्तु तत्र चुरादिगणे इगन्तधातवः अपि तत्र सन्ति सो तेषां विषये भिन्नचिन्तनं किमर्थं चेत् तत्र एकम् अन्यत् सूत्रमागत्य तत्र कार्यस्य कृते उद्युक्तः भवति इत्युक्ते यदा वयं किमर्थम् अत्र चुरादिगणस्य इति चर्चा भवति किमर्थं चेत् चुरादिगमने तत्र विशिष्टप्रत्ययः अपि प्रथमसोपाने आयाति सो दशमगणे एकं विशिष्टसूत्रद्वारा सर्वदा सर्वेषां धातूनां ये धातवः चुरादिगणे सन्ति दशमगणे ये धातवः पाणिनिना स्थापिताः तेषां क्रियापदस्य निर्माणार्थं तत्र प्रथमसोपाने निच् प्रत्ययस्य विधानं करणीयं सो निच् इति प्रत्ययः विशिष्टप्रत्ययः किमर्थं विशिष्टं वै वी आर् सेयिङ्ग् विशिष्टः बिकास् तं प्रत्ययनिमित्तीकृत्य तत्र विशिष्टकार्यं महर्षिणा दत्तं सो निचिति प्रत्ययः तु आर्धधातुप्रत्ययः तत्तु सत्यं सो परन्तु तत्र एकं भिन्नसूत्रमस्ति यः वदति यत्र नित् अस्वर्णित् प्रत्ययः आयाति तत्र विशिष्टकार्यं करणीयं सो अचोनिनिति इति एकं सूत्रम् अस्ति अचोनिनिति इति सूत्रं किं वदति I will prepare a slide, but इदानीं तत्र किञ्चित् वदामि अचः इति अत्र षष्ठ्यन्तं पदः सो अचः णिनिति इति यः अस्ति सप्तम्यन्तं पदः पदद्वयम् एव सूत्रे दत्तं सो अचः णिनिति इति यः अस्ति सप्तम्यन्तं पदः सूत्रे अस्ति चेत् तस्य कः अर्थः दृष्टवन्तः वयं जानीमः सप्तम्यन्तं पदः कार्यस्य कृते निमित्तं भवति सो अचः निनिति पदद्वयमेव भवति अचः इति षष्ठ्यान्तम् अस्तु स्थानी भवति अचस्य स्थाने किञ्चित् कार्यं करणीयम् इति सूत्रं वदति परन्तु कदा कार्यं करणीयं यदा तस्य परे कोऽपि णित् अथवा णित् इत्युक्ते तालुण्यकारः यस्मिन् इत् तादृशप्रत्ययः अपि च मूर्धन्यनकारः यस्मिन् प्रत्यये इत् तादृशप्रत्ययः सो णिच् इति प्रत्ययः तस्मिन् किम् अस्ति मूर्धन्यनकारस्य इत् अस्ति सो णिच् इति प्रत्ययः अपि णित् प्रत्ययः यस्मिन् मूर्धन्यनकारः इत् सः प्रत्ययः अपि च अत्र तालुण्यकारस्य अपि विषये दत्तं सो यस्मिन् प्रत्यये तालुण्यकारः इत् अपि च यस्मिन् प्रत्यये मूर्धन्यनकारः इत् तत् अस्य सूत्रस्य कृते तत्र निमित्तद्वयं दत्तम्। सो अचः स्थाने किं करणीयम्? अत्र वृद्धिः इति पदस्य अनुवृत्तिः, पूर्वसूत्रात् अत्र वृद्धिः इति पदस्य अनुवृत्तिः भवति। सो सम्पूर्ण सूत्रं कुत्र अस्ति? सप्तम अध्याये द्वितीयपादे। तो अस्मिन् यः एतत् सूत्रम् अपि कस्य अधिकारे आयाति? अङ्गस्य अधिकारे। अङ्गस्य इति यः सूत्रमस्ति बृहद् अधिकारसूत्रम्, इट् इस् अ वेरि बिग् अधिकारसूत्रम्। एतस्य सूत्रस्य अधिकारः, अङ्गस्य इति सूत्रस्य अधिकारः षष्ठम् अध्याये चतुर्थपादे प्रथमसूत्र आरभ्य अहं चिन्तयामि सप्ताध्यायस्य अन्तपर्यन्तं विधीयते। सो एतत् सूत्रमपि अङ्गस्य अधिकारे आयाति। सो सूत्रं किम् इदानीं सम्पूर्णसूत्रं किम्? अचः अङ्गस्य वृद्धिः णिणिति इति तत्र सूत्रस्य अर्थः भवति। सो अर्थं किम्? अचः स्थाने अचः अङ्गस्य वृद्धिः, अचः अङ्गस्य वृद्धिः इति कथनेन तत्र वयं दृष्टवन्तः येन विधि तदन्तस्य इति सूत्रस्य प्रसक्तिः भवति। वयम् एतत् सूत्रं पठितवन्तः वा? येन विधि तदन्तस्य आम् सार्वधातुकार्धधातुकयोः इति विषये तु पठितवन्तः। सो तत्र किं पठितवन्तः? कुत्र कुत्र परिभाषासूत्रस्य एतादृशः येन विधि तदन्तस्य इति सूत्रस्य प्रसक्तिः कुत्र भवति इति इति यः अस्ति एकं बिग् क्वश्चन् अस्ति। कथं जानीमः अत्रापि सूत्रस्य प्रसक्ति अस्ति, कथं जानीमः? सो तत्र परिभाषासूत्रस्य तत्र विवरणं पठनीयम्। सो येन विधि तदन्तस्य इति सूत्रं वदति यत्र यत्र स्थानिवर्णः विधिसूत्रे यत्र यत्र स्थानिवर्णः विशेषणरूपेण अपि आयाति तत्र तत्र येन विधि तदन्तस्य इति सूत्रस्य प्रसक्तिः भवति। सो अत्रापि सूत्रं किम्? अचः अङ्गस्य वृद्धिः निनिति इति सम्पूर्णसूत्रम्। सो अचः इति स्थानिपदम्, अङ्गस्य इति अधिकारः। सो कीदृश अङ्गस्य? अचः अङ्गस्य वृद्धिः। सो अत्रापि अचः इति कथनेन षष्ठ्यन्तम्, अङ्गस्य इति षष्ठ्यन्तम्। अचः स्थानिपदम् परन्तु अङ्गस्य कृते विशेषणमपि भवति, अङ्गं विशिष्यते। अनेन किं? न केवलं स्थानिपदं किम्, अपि च कीदृश अङ्गं प्रत्येकस्य अङ्गस्य तु वृद्धिः न भवति न, सूत्रं वदति अचः अङ्गस्य वृद्धिः। सो अत्रापि किं? येन अतः अत्रापि स्थानीपदं विशेषणरूपेण अपि विधीयते अस्मिन् सूत्रे, यथा सार्वधातुकार्धधातुकयोः इति सूत्रे इकः अङ्गस्य गुणः सार्वधातुकार्धधातुक। सो तत्र इकः अङ्गस्य, सो इकः इति स्थानीपदमस्ति, सः विशेषणरूपेण दत्तं महर्षिणा। अत्रापि अचः अङ्गस्य वृद्धिः निनिति इति दत्तम्। सो अत्रापि स्थानिवर्णः विशेषणरूपेण आयाति, अतः अत्रापि कस्य सूत्रस्य प्रसक्तिः? येन विधि तदन्तस्य। सो येन विधि तदन्तस्य इति सूत्रस्य प्रसक्तिः भवति चेत् तत्र एकं सेकेण्ड् क्वश्चन् आयाति, द्वितीयः प्रश्नः आयाति, किम्? अचः अङ्गस्य वृद्धिः। अस्तु, इदानीं वयं जानीमः अचः कोऽपि अच् वर्णस्य परे णित् अथवा णित् प्रत्ययः आयाति चेत् तत्र किं करणीयम्? वृद्धिः करणीयम्। अत्र न दत्तं हियर् ही इस् फिल्टरिङ्ग् द प्रत्ययास् इन् द सार्वधातुकार्धधातुकयोः एण्ड् इन् द पुगन्तलघुपदस्य च, ही सेयिङ्ग् द ब्राड् केटेगरि परे सार्वधातुक् अथवा अर्धधातुक्। सो तस्मिन् सर्वेषां धातूनां तत्र किं समूहः तत्र तस्मिन् निहितः भवति, परन्तु अस्मिन् सूत्रे महर्षिः न वदति सार्वधातुक् प्रत्ययः परे अस्ति, अर्धधातुक् प्रत्ययः। ही इस् गिविङ्ग् विशिष्ट प्रत्ययः ही इस् सेयिङ्ग् यस्मिन् प्रत्यये मूर्धन्यनकारः इत् तं प्रत्ययनिमित्तीकृत्य एव अचः वृद्धिः भवति अचः अङ्गस्य वृद्धिः अपि च यस्मिन् प्रत्यये तालुण्यकारः इत् तं प्रत्ययनिमित्तीकृत्य अचः अङ्गस्य वृद्धिः इति अत्र विशिष्टम् अस्ति सो ही हेज् रिमूव्ड् मोस्ट् आफ् द प्रत्ययस् इन् दिस् सूत्र हि इस् नाट् सेयिङ्ग् सार्वधातु कार्धधातु हि इस् सेयिङ्ग् निणिति सो निणिति परे एव अचः वृद्धिः भवति न तु निणिति विहाय कोऽपि अन्यप्रत्ययः अस्ति तत्र वृद्धिकार्यं न भवति यथा वयं भूयोग शप् कुर्मः तत्र भौ न भवति तत्र भू भो भवति किमर्थं चेत् शप् इति प्रत्ययः णित् अपि नास्ति णित् अपि नास्ति अतः तत्र एतस्य सूत्रस्य प्रसक्तिः न भवति सो अत्रापि सूत्रस्य इदानीं सूत्रस्य सामान्यार्थः कः अच् वर्णस्य परे कोऽपि णित् अथवा णित् प्रत्ययः आयाति चेत् यथा रु इति अच् वर्णः रु इति शुद्ध अच् वर्णः सो रु योगणित् कुर्मः चेत् तत्र कस्य सूत्रस्य प्रसक्ति सार्वधातु कार्धधातु कयोः इति सूत्रस्य प्रसक्तिः अपि च अचोणिणिति इति सूत्रस्य अपि प्रसक्तिः द्वयोः सूत्रयोः प्रसक्तिः एकत्र भवति एकस्मिन् एव सोपाने आयाति सो कथं जानीमः केन सूत्रेण प्रथमकार्यं विशिष्टसूत्रेण एव कार्यम् यस्य सूत्रस्य इत्युक्ते तत्र बलाबलचिन्तने एतत् सर्वम् आयास्यति परन्तु इदानीं तावत् एव तत्र किं ज्ञातव्यं णित् अपि च णित् इति लघु तत्र बहु अल्पनिमित्तकं परन्तु सार्वधातुकार्धधातुकयोः इति बृहद् निमित्तकम् इत्युक्ते तत्र ये निमित्तानि ते बहूनि सन्ति किमर्थं चेत् महर्षि वदति यत्किमपि सार्वधातुकप्रत्ययः परे आयति यत्किमपि अर्धधातुकप्रत्ययः परे आयति तत्र गुणकार्यं करणीयं सो औत्सर्गिक सूत्रं जनरल् रूल् सामान्यसूत्रं परन्तु अचोणिणिति इति विशिष्टसूत्रं सो यत्र सामान्यसूत्रम् अपि च विशिष्टसूत्रम् एकत्र आगत्य कार्यस्य कृते उद्युक्तः भवति तत्र विशिष्टसूत्रद्वारा एव तत्र कार्यं करणीयम् This will be slightly difficult to understand at this stage, but idanim kim gyatavyam yatra yatra sarvadhatu kardhatu kayoh api cha achoniniti iti sutra dvayasya prasaktih bhavati tatra sarvadha achoniniti iti sutra dvara ev karyam karniyam see yada tatra bhuyoga shap bhavati tatra to achoniniti iti sutrasya tatra api अजन्ताङ्गम् अस्ति अन्ते अच्वर्णः ऊ इति अच्वर्णः एव सो अच्वर्णस्य परे सार्वधातुकप्रत्ययः न तु णित् अपि च णित् प्रत्ययः सो तत्र अचोणिनिति इति सूत्रस्य प्रसक्तिः न भवति परन्तु यदा वयं रुयोग निच् कुर्मः ऋकारयोगः निच् कुर्मः तत्र तु अचोणिनिति इति सूत्रस्य प्रसक्तिः आयाति अपि च सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपि प्रसक्तिः सो यत्र यत्र यस्मिन् यस्मिन् सोपाने यस्मिन् यस्मिन् स्थित्यां तत्र सूत्रद्वयस्य प्रसक्तिः तत्र सर्वदा विशिष्टसूत्रद्वारा एव प्रथमकार्यं करणीयम् इत्युक्ते विशिष्टसूत्रं किम् अल्पनिमित्तिकं यस्य अस्ति इत्युक्ते णिच् प्रत्ययः अपि अर्धधातुकप्रत्ययः णित् प्रत्ययः अपि अर्धधातुकप्रत्ययः सो तत्र तत्र सर्वदा सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति अस्तु इदानीं वि वेण्ट् स्लैट्लि अवे सो अचोणिनिति इति सूत्रं किं वदति अचः परे कोऽपि णित् अथवा णित् प्रत्ययः आयाति चेत् तस्य अच् वर्णस्य स्थाने वृद्धि करणीयं न तु गुणः करणीयम् अपि च येन विधि तदन्तस्य इति सूत्रद्वारा किम् यस्य शब्दसमूहस्य अन्ते अच्वर्णः विधीयते तत्रापि तस्य अन्तिम अच्वर्णस्य वृद्धिः करणीयम् इति येन विधि तदन्तस्य सो न केवलं विशेषण विशेषणस्य परे नित् अथवा णित् प्रत्ययः इत्युक्ते अच् परे कोऽपि नित् अथवा णित् प्रत्ययः आयाति चेत् वृद्धिः करणीयं, परन्तु यस्य शब्दसमूहस्य अन्ते कोऽपि अच् वर्णः विधीयते तत्रापि एतस्य सूत्रस्य प्रसक्तिः भवति. किमर्थं दृष्टवन्तः, अचः इति न केवलं स्थानीवर्णः, विशेषणरूपेण अपि अस्मिन् सूत्रे महर्षिणा दत्तम्. अतः येन विधि तदन्तस्य इति सूत्रद्वारा अहं जानीमः गृहयोगनिच् भवति चेत् तत्रापि सूत्रस्य प्रसक्तिः. अत्र अच् योगनिच् नास्ति, अचः निणिति, अचः अङ्गस्य वृद्धिः निणिति इति सूत्रमस्ति. तत्र हौ डस् दिस् सूत्र एक्स्पेण्ड् टु अदर् धातूस् बिकास् आफ् येन विधि तदन्तस्य. अन्यथा तु तत्र केवलम् अचरूपी अङ्गं भवेत्, परे कोऽपि णित् अथवा णित् प्रत्ययः भवेत्, परन्तु तत् न इष्टं. महर्षि डस् नाट् एक्स्पेक्ट् देट् बिकास् लाघवार्थं सः किं कृतं, परिभाषासूत्रं प्रथमे एव सः निर्मितं. परिभाषासूत्रं किं, येन विधि तदन्तस्य. सो येन विधि तदन्तस्य इति सूत्रेण द्वारा न केवलम् अचरूपी अङ्गस्य णिति परे वृद्धिः, परन्तु यस्य अन्ते अच् वर्णः विधीयते तस्यापि वृद्धिः भवति. कदा, यदा णित् अथवा णित् प्रत्ययः परे आयाति. सो गृहयोगनिच् यः अस्ति तस्य अन्ते अच् वर्णः विधीयते. इक् वर्णः, सर्वे इक् वर्णः अच् वर्णे अच् प्रत्याहारे एव आयान्ति. सो अत्र अच् वर्णानां वृद्धिः, न तु इक् वर्णानां. सो वृद्धिसूत्रे यदि स्थानीपदं दत्तं तत्र इकोगुणवृद्धिः इति सूत्रस्य प्रसक्तिः न भवति. अत्रापि इकोगुणवृद्धिः इति सूत्रस्य प्रसक्तिः नास्ति. किमर्थं चेत् अत्र साक्षात् स्थानीवर्णः दत्तं. सो इकोगुणवृद्धिः इति सूत्रं किं वदति, यत्र यत्र यस्मिन् यस्मिन् गुणसूत्रे अपि च वृद्धिसूत्रे इको गुणवृद्धिः इति सूत्रमस्ति, परिभाषासूत्रम्. यस्मिन् यस्मिन् गुणसूत्रे वृद्धिसूत्रे स्थानीवर्णः न दत्तं तत्रैव इकः स्थानी भवति. पुगन्तलघुपदस्य च इति सूत्रे गुणकार्यं विधीयते, परन्तु स्थानीवर्णः न दत्तम्. अतः अत्र कस्य सूत्रस्य प्रसक्तिः, इको गुणवृद्धिः इति परिभाषासूत्रस्य प्रसक्तिः. तेन किम् अवगम्यन्ते, इकः स्थाने एव गुणः करणीयं. पुगन्त अङ्गे यः गुणः भवति कस्य स्थाने भवति, इक् वर्णस्य स्थाने एव गुणः भवति. लीप् यः ईकारः तस्य एव गुणः. ह्रीप् इति यः ईकारः सः इक् वर्णः, न तु अचवर्णः तु अस्ति, परन्तु इक् वर्णानाम् एव गुणः. परन्तु अस्मिन् विशिष्टसूत्रे महर्षिणा स्थानीपदं साक्षात् दत्तम्. अतः अस्मिन् सूत्रे इको गुणवृद्धि इति परिभाषासूत्रस्य कोऽपि आवश्यकता एव नास्ति. किमर्थं चेत् स्थानीवर्णः दत्तम्. अतः अत्र स्थानी किं, यत्किमपि अच् वर्णः, अ आरभ्य औपर्यन्तं ते सर्वे अच् वर्णाः. सो अन्ते स्थितस्य अच् वर्णस्य एव गुणः, यथा सार्वधातुकार्धधातुकयोः इति सूत्रेण अन्ते स्थितस्य एकवर्णस्य गुणः तथैव अत्र अपि अस्ति. येन विधि तदन्तस्य अलो अनन्तस्य इति सूत्रद्वारा अन्ते स्थितस्य अच् वर्णस्य वृद्धिः इति सूत्रस्य अर्थः. सूत्रस्य कृते कोऽपि भ्रमः अस्ति वा पृच्छतु. सो अत्र वृद्धिः वर्णः के इति प्रश्नः. सो तत्र सूत्रमस्ति प्रथमसूत्रं, वृद्धिराधेच् इति सूत्रं, ग्रन्थस्य प्रथमसूत्रं. वृद्धिराधेच् इति सूत्रं वदति वृद्धिः इति संज्ञा कस्य वृद्धिः इति संज्ञा व्याकरणे. वृद्धि आत् एच् आत् इति कथनेन दीर्घ आकारस्य ग्रहणं. दीर्घ आकारः यः स्वरः दीर्घ एव, न तु ह्रस्व. सो आ इति स्वरस्य वृद्धिसंज्ञा. अपि च ऐच् प्रत्याहारे के के वर्णाः वदतु, ए ऐ ओ औ न न ऐच् ऐच् प्रत्याहार ऐच् ऐ ओ ऐ अपि च औ ऐ अपि च औ तावदेव ऐ औ सो आकारस्य वृद्धिः संज्ञा ऐकारस्य वृद्धिः संज्ञा औकारस्य वृद्धिः संज्ञा त्रयाणां वर्णानां महर्षिणा वृद्धिसंज्ञा कृतम् सो अत्र यः अचः स्थाने अचः अङ्गस्य वृद्धिः इत्युक्ते तत्र स्वरः यः अच् वर्णः सः अपगच्छति तस्य स्थाने केवलं त्रीणि वर्णाः एव आगन्तुं शक्यते सो अचः इति कति अ आ इ उ ऋ अहं चिन्तयामि त्रयोदशवर्णाः सो त्रयोदश सर्वे स्वराः सर्वे स्वराः तेषां संख्या बहु अस्ति तेषां स्थाने केवलं त्रीणि वर्णानाम् एव आदेशः ते के दीर्घ आकारः ऐकारः औकारः इति वृद्धिवर्णः सो कथं जानीमः कस्य अच्वर्णस्य स्थाने किं वर्णः कथं जानीमः तस्य कृते अपि परिभाषासूत्रं वयं पठितवन्तः कः परिभाषासूत्रं वदतु सत्यं साधु भगिनि स्थाने अन्तरतमः स्थाने अन्तरतमः इति परिभाषासूत्रं तेन सूत्रेण किं ज्ञायते यस्य स्थाने आदेशः अत्र अच् स्थाने आदेशः तस्य तुल्यतमवर्णः एव आगन्तुं शक्यते सो इदानीं रु इति ऋकारः यः अस्ति तस्य तुल्यतमवर्णः ऐकारः नास्ति औकारः नास्ति किमर्थं चेत् तत्र अकारस्य कण्ठ्यवर्णस्य एव तत्र स्वरः निहितं भवति सो रुस्थाने केवलम् आ एव आगन्तुं शक्यते सो आ रुस्थाने रु अपगच्छति तस्य वृद्धिः भवति दीर्घ आकारः इति आयाति एव्रिबडि इस् अण्डर्स्टाण्डिङ्ग् आर् नाट् ऐ थिङ्क् अस्तु इदानीं भगिनि अस्तु सो ब्रु इति दृश्यते वा आम् आम् महोदय ब्रु इति रु अस्ति ब्रु अपि च ऋकारः ऋकारः अपगच्छति तस्य स्थाने आ ऐ औ एते त्रयेषु केवलम् आ एव तुल्यतमवर्णः सो रु अपगच्छति तस्य स्थाने आ आयाति अन् प्रत्याहारे अन् इति प्रत्याहारे अ आरभ्य लन् पर्यन्तं य र ल व ते अपि आयान्ति अन् प्रत्याहारे यर ल व पर्यन्तम् अन् उदितानां तत्र किम् अन् प्रत्याहारस्य न अन् प्रत्याहारे उरन् रपरः इति सूत्रेण यदि रु उरन् रपरः यदि रु स्थाने कोऽपि अन् वर्णस्य आदेशः अन् प्रत्याहारे के वर्णः सामान्यतया अ आरभ्य अ ई अपि च उ एते त्रयः वर्णः एव सामान्यतया मोस्ट् आफ् द टैम्स् अन् प्रत्याहारे केवल त्रयाणां वर्णानाम् एव ग्रहणं करणीयम् अ ई उन् अ ई उन् सो अ ई उन् इति कथनेन न पर्यन्तं ते तत्र त्रयः वर्णः एव आयाति अनुप्रत्याहारे सो यत्र यत्र रुस्थाने अनुप्रत्याहारस्य वर्णः आयाति तत्र तत्र किं भवति तस्य अनुप्रत्ययस्य अनुवर्णस्य परे रेफः अपि आयाति उरन् रपरः रपरः सर्वदा भवति सो आ इति अकथनेन तत्र अष्टादश अकाराणां ग्रहणम् ई इति कथनेन अष्टादश इकाराणां ग्रहणम् ऊ इति कथनेन अष्टादश उकाराणां ग्रहणं सो अत्र आ इति यः अस्ति सः अकारस्य प्रतिनिधिः सो आ अपि अन्वर्णः सो रुस्थाने आ आदेशः सो यत्र यत्र ऋकारस्य स्थाने कोऽपि अनप्रत्याहारस्य आदेशः भवति तत्र तत्र सर्वदा तस्य अनप्रत्याहारस्य परे रेफः अपि आवात् सर्वदा रपरः भवति इति उरन् रपरः इति परिभाषासूत्रस्य अर्थः सो यद्यपि वृद्धिवर्णः तु केवलम् आकारः परन्तु सर्वदा रेफः अपि तस्य परे आयाति सो इदानीं किं भवति सो घार् भवति सत्यं न अस्तु इदानीं तत्र किं विवरणं करोतु भगिनि कस्य सूत्रस्य भगिनि विधिस्तदन्तस्य सूत्रस्य येन विधि तदन्तस्य वी हेव् रेड् दिस् सूत्र न यत्र तानि विशेषणरूपेण अन्ते अन्ते करोमि इदानीं तत्र प्रथमे तत् करपत्रस्य तत्र समापनं कुर्मः बिकास् अत्र अचोणिनीति इति सूत्रद्वारा यथा गृहयोग निच् भवति निच् इति विशिष्ट अर्धधातुप्रत्ययः अत्र सार्वधातु यद्यपि अत्र इगन्तम् अङ्गमस्ति तथापि अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण कार्यं न भवति तं गुणकार्यं बाधित्वा अत्र वृद्धिकार्यं भवति किमर्थं चेत् विशिष्ट अर्धधातुप्रत्ययः सो विशिष्ट अर्धधातुप्रत्ययः अस्ति चेत् तत्र गुणः न भवति यथा तत्र इघन्त् अन्ते स्थितस्य इकवर्णस्य गुणः तथैव अचोनिनीति इति सूत्रद्वारा अन्ते स्थितस्य अच् वर्णस्य गुणः सो अत्र इघन्तं न वक्तव्यं किमर्थं चेत् सूत्रे अचः इति पदं दत्तम् सो अत्र अजन्ताङ्गम् अजन्ताङ्गस्य गुणः अजन्ताङ्गस्य वृद्धिः णिति परे इति सूत्रस्य अर्थः सो गृ इति अजन्ताङ्गम् अस्ति परे आर्धधातुक् विशिष्ट निच् आर्धधातुक् प्रत्ययः अतः अत्र घार् भवति न तु घर् भवति गुणकार्यं न भवति अत्र वृद्धिकार्यं भवति केन सूत्रेण अचोणिणिति इति सूत्रेण सो घार् योगः निच् प्रत्ययस्य इ घारी इति नौ आतिदेशक धातुवः निच् इति प्रत्ययः सनादिप्रत्ययः अतः एकं नूतनधातु अस्य निर्माणम् अभवत् अत्र घारी अनन्तरं तत्र घारी योग शप् योगति एकवचनस्य विवक्षायां सामान्यकार्यम् इदानीं शप् किं पश्यति शप् इति सार्वधातुक् प्रत्ययः शित्वात् सार्वधातुक् भवति सो सार्वधातुक अर्धधातुक् प्रत्यय निमित्तीकृत्य कीदृशकार्यं गुणकार्यम् अन्ते घारी इति इगन्तङ्गम् अन्ते इकारः सो घारे भवति शप् कारणेन घारे भवति सन्धिकार्यं कुर्मः चेत् घारय इति अङ्गं कस्य कृते तिप् प्रत्ययस्य कृते घारय इति अङ्गं सो तिप् प्रत्ययस्य कृते यः अङ्गं निष्पद्यते यस्मात् प्रत्ययः विधिः तदादिप्रत्यये अङ्गम् सो तिप् प्रत्ययस्य कृते घारय इति अङ्गम् सो घारय इति अङ्गम् इगन्तं नास्ति लघुपदं नास्ति पुगन्तम् अपि नास्ति अतः अत्र गुणस्य कोऽपि प्रसक्तिः नास्ति तिप् इति प्रत्ययः अणित् नास्ति णित् नास्ति अतः वृद्धिः अपि न वृद्धिप्रसङ्गः नास्ति किमर्थं चेत् अजन्ताङ्गम् अस्ति अजन्ताङ्गस्य वृद्धिः णिति परे सो अत्र घारय यः अस्ति अजन्ताङ्गम् अस्ति परन्तु परे यः प्रत्ययः सः णित् नास्ति णित् अपि नास्ति अतः कोऽपि कार्यस्य प्रसक्तिः नास्ति घारयति वर्णमेलनेन भवति महोदय एकः प्रश्नः अत्र यस्मिन् इदानीं एतत् विषये किञ्चित् इतोपि वदतु महोदय कृपया यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम् इति अङ्गसंज्ञासूत्रम्। अनेन सूत्रेण संज्ञा भवति, नामकरणं भवति कस्य, अङ्गस्य इति विशिष्टपदस्य। सो व्याकरणे अङ्गम् इत्युक्ते तत्र बाडि पार्ट् नास्ति, इत्युक्ते तत्र आरं लोके किम् अस्ति, अङ्गम् इति वदामः चेत् शरीरस्य अवयवः तदेव अस्ति। परन्तु व्याकरणे अङ्गम् इत्युक्ते किम्? सो व्याकरणे अङ्गम् इत्युक्ते किम् इति तत्र प्रश्ने सति चेत् तस्य कृते महर्षिणा सूत्रं दत्तम्। यस्मात् प्रत्ययः विधिः तदादि प्रत्यये अङ्गम्। यस्मात्, यस्मात् अनन्तरं प्रत्ययः विधिः इत्युक्ते तत्र धातु अनन्तरं लट् विधिः, वर्तमाने लट् इति सूत्रेण प्रकृति अनन्तरं लट् प्रत्ययस्य योजनं भवति। सो यस्मात् प्रत्ययः विधिः, धातु भू अनन्तरं प्रत्ययस्य विधिः, कीदृशप्रत्ययस्य, लट् इति प्रत्ययस्य विधिः। यस्मात् प्रत्ययः विधीयते तदादि तदादि इत्युक्ते यः विधिः तद् आदि, लट् इति विधिः, लट् इति विधीयते, धातु अनन्तरं लट् इति विधीयते। सो तद् आदि इत्युक्ते भ आरभ्य ल पर्यन्तं यत् भागं तत् सर्वम् अङ्गम् इति उच्यते। सो लट् प्रत्ययस्य कृते भू इति अथवा जाग्र इति एकं धातु अस्ति, ज आरभ्य अन्तिमरुपर्यन्तं जागृ इति अस्ति, अन्तिमरुपर्यन्तं यत् शब्दसमूहः तत् सर्वम् अङ्गम्। इदानीं तत्र घारी योग शप् योग ति, शप् अपि प्रत्ययः, किमर्थं चेत् वयं जानीमः विशिष्टसूत्रद्वारा शप् प्रत्ययस्य विधानं केन सूत्रेण, कर्तरि शप् सार्वधातुके, धातु अनन्तरं सार्वधातुकप्रत्ययः विधीयते चेत् तत्र कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र किं शप् प्रत्ययस्य विधानं भवति। सो शप् अपि प्रत्ययः, तिप् अपि प्रत्ययः, इदानीम् अङ्गं किम्? सो शप् प्रत्ययस्य कृते घारी इति अङ्गम्। यस्मात् प्रत्ययः विधि तदादि प्रत्यय अङ्गम्। सो शप् इति प्रत्ययस्य आदिवर्णपर्यन्तम् अकारस्य पर्यन्तं यत् भागं तत् सर्वम् अङ्गम्। अनन्तरं शप् प्रत्ययस्य कारणेन विशिष्टकार्यम् अभवत्, गुणकार्यं, सन्धिकार्यं, स्वघारय इति इदानीं भवति। सो तिप् प्रत्ययस्य कृते अङ्गं किम्? आदिं वर्ण आरभ्य तिप् प्रत्ययस्य तपर्यन्तं यत् भागं तत् सर्वम् अङ्गम्। कस्य कृते? तिप् प्रत्ययस्य कृते। इति यस्मात् प्रत्ययः विधिः तदादि तदादि प्रत्ययङ्गम्। सो आदिवर्ण आरभ्य तिप् प्रत्ययस्य आदिवर्णपर्यन्तं यत् भागं गारय इति भागं तत् सर्वम् अङ्गसंज्ञा प्राप्नोति अनेन सूत्रेण। सो तिप् प्रत्ययस्य कृते गारय अदन्ताङ्गं निष्पद्यते इति तत्र यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम् इति संज्ञासूत्रस्य अर्थः। बहु समीचीनम्, उत्तमं महोदय, धन्यवादः। सो इदानीं कोऽपि अन्यप्रश्नः अस्ति वा अचोणिनिति अपि च विषयस्य विषये? महोदय, तत्पर्यन्तं किं कारणे तत्तु न आगच्छति? यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम्, तत्र आदि इति कथनेन यः विधि, यस्मात् विधिः, तत्र आदि इति पदं द्विवारं पठितं। सो आदिवर्णपर्यन्तं प्रत्ययस्य आदिवर्ण आरभ्य प्रत्ययस्य आदिवर्णपर्यन्तं यत् भागं तत् सर्वम् अङ्गम् इति तत्र तत्र प्रत्यय आदि, प्रत्यय आदि वर्ण किं कारणे तप् अस्ति, तप् तु न भवति अङ्गं, अङ्गं तप् पर्यन्तं भवति। किमर्थम् अत्र तत्र विशिष्ट चिन्तनं भवति किमर्थं चेत् यदा वयं तत्र प्र कोऽपि उपसर्ग योजयामः सो उपसर्ग योजयामः चेत् दट् उपसर्ग डस् नाट् बिकम् ए पार्ट् आफ् द अङ्गम् उपसर्ग इस् सेपरेट् बिकास् उपसर्गस्य प्रत्ययः उपसर्गस्य कृते न भवति धातुकृते एव प्रत्ययस्य विधानं न तु उपसर्गस्य कृते विशिष्ट अर्थस्य अवगमनार्थं प्रत्यय विसर्ग उपसर्गः तु अस्माभिः योजनीयं सो ग्रन्थे प्रत्ययस्य कृते उपसर्गस्य कृते प्रत्ययविधानं न भवति प्रकृतिकृते एव प्रत्ययस्य विधानं सो यदा तत्र किं तत्र लङ्लकारे अकारस्य आगमः भवति अपठत् सो तत्र यः आगमः भवति सः धातु आगमः सो तत्र उपसर्ग योजयामः चेत् देट् आगमः डस् नाट् कम् बिफोर् प्र इट् कम्स् आफ्टर् प्र फार् एक्स्क्लूडिङ्ग् द उपसर्गास् देट् इस् वै अत्र आदिः इति पदं दत्तम् सो यस्मात् प्रत्ययः विधीयते तम् आरभ्य तम् इत्युक्ते उपसर्गः प्र इति उपसर्गः अथवा परि इति उपसर्गः प आरभ्य तत्र यः तिप् प्रत्ययस्य कृते सर्वम् अङ्गं न भवति किमर्थं चेत् परि इति विषये तु तिप् न विधीयते केवलं भू अथवा घारी विषये एव तिप् विधीयते सो तत्र we have to exclude that upsarga part that upsarga kadapit angasya angasya madhye na ayati tasya angya sagya kadapi na bhavati astu mahodaya so tat adhi iti padam yasmat vidhi tadadi pratyangam adi varnat yasmat pratyah vidhiyate tasya eva anga sangya अस्तु महोदय यस्मिन् यस्मिन् तदादौ अल् गृहणे इति अन्य सूत्रमपि अस्ति खलु महोदय एतत् जानाति वा यस्मात् तदादौ अल् गृहणे इति आगच्छति पूर्णतया अहं न जानामि एतत् तादृशमेव यस्मिन् वार्तिकमस्ति अहं चिन्तयामि ओ वार्तिकं वा एतत् जानाति वा महोदय जानाति परन्तु इदानीं न स्मृतति अग्रिमवर्गे वदतु महोदय कृपया तत् किञ्चित् भिन्न लेवल् इदानीं तत्र सर्वेषां कृते तत् न आवश्यकम् आवश्यकम् अस्तु महोदय धन्यवादः धन्यवादः महोदय सो वयम् इदानीं पर्यन्तं किं दृष्टवन्तः तत्र ग्रूयोः चुरादिगणे ये अजन्तदातवः इत्युक्ते किमर्थम् अजन्त वक्तव्यं किमर्थं चेत् अत्र अचः अङ्गस्य गुणः भवति सो चुरादिगणे बहूनि धातवः येषाम् अन्ते अच् वर्णः विधीयते अथवा इक् वर्णः विधीयते सो तत्र इकवर्णानाम् अन्ते स्थितस्य इकवर्णानां गुणः न करणीयं केवलं चुरादिगणे किमर्थं लट् लकारस्य विवक्षायां तत्र गुण सार्वधातुकार्धधातुकयोः इति सूत्रेण इकः अङ्गस्य गुणः न भवति किमर्थं चेत् चुरादिगणे प्रथमसोपाने एव निच् इति विशिष्टप्रत्ययः तत्र योजनीयं दशमे गणे सो निच् प्रत्ययः विशिष्टप्रत्ययः आर्धधातुक विशिष्टप्रत्ययः अस्ति अतः तत्र विशिष्टसूत्रद्वारा किं वृद्धिकार्यं भवति न तु गुणकार्यम् सो अत्र किं लिखितमस्ति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति सूत्रम् आगत्य तत्र कार्यस्य कृते उद्युक्तः तु भवति परन्तु अचोणिनिति इति विशिष्टसूत्रम् आगत्य तस्य द्वारा एव अत्र कार्यं वृद्धिकार्यं भवति सो प्राप्तिः न भवति गुणप्राप्तिः न भवति अत्र वृद्धिप्राप्तिः भवति अतः अत्र चुरादिगणे विशिष्टं दत्तं किमर्थं चेत् इदानीं पर्यन्तं वयं दृष्टवन्तः यत्र यत्र इगन्तमङ्गम् अस्ति तस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति चेत् इदानीं पर्यन्तं किं जानीमः तत्र तु गुणकार्यं करणीयं परन्तु एकं विशिष्टसूत्रम् अस्ति सूत्रं वदति इगन्ताङ्गस्य परे विशिष्ट आर्धधातुक् प्रत्ययः आयाति चेत् तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते तत्र अचोणिणिति इति विशिष्टसूत्रद्वारा वृद्धिकार्यं करणीयं सो इदानीं किं सार्वधातुक् आर्धधातुकयोः इति सूत्रस्य अपवादः अचोणिणिति इति सूत्रम् अपवादसूत्रं तत्र अपवादसूत्रं सर्वदा बलवत् भवति यत्किमपि सूत्रं भवेत् अपवादसूत्रम् आयाति चेत् तद् बलवत् भवति अपवाद इत्युक्ते किं तत्र बलाबलचिन्तने तत् सर्वं पश्यामः इदानीं तत् चिन्तनं मास्तु सो सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अपवादसूत्रम् अस्ति अचोणिनिति यथा तत्र अस्माकं परिचितं सूत्रम् अस्ति तत्र गुणविधायकसूत्रं गुणसंज्ञा विधायकसूत्रं किम् आद्गुणः आद्गुणः इति गुणविधायकसूत्रं परन्तु वृद्धिरेचि इति तस्य अपवादः तत्रापि अकारः दीर्घ आकारः परे सूत्रं वदति अकारः अपि च दीर्घ आकारः परे असवर्ण अच् आयाति चेत् तत्र गुणकार्यं भवति पूर्वपरयोः गुणः भवति ऐ होप् आल् आफ् यू नो दिस् गुणविधायक गुणसन्धि अपि च वृद्धिसन्धि सो अयोग इ भवति चेत् द्वयोः मिलित्वा तत्र किं भवति ए भवति द्वयोः मिलित्वा परन्तु यदा तत्र अ आ अनन्तरम् एच् इति प्रत्ययः ए ऐ ओ औ एते अपि अच् वर्णाः परन्तु यदा तत्र अ आ योग ए ऐ ओ औ भवति चेत् तत्र वृद्धिः भवति न तु गुणकार्यं गुणसंज्ञा सोरि गुणसंज्ञा इस् डिफ्रेण्ट् गुणकार्य इस् डिफ्रेण्ट् वृद्धिसंज्ञा वृद्धि सन्धि ऐ हेव् टु से सन्धि गुणसन्धि इस् डिफ्रेण्ट् वृद्धिसन्धि इस् डिफ्रेण्ट् एण्ड् गुणकार्यम् इस् गुणः इति कार्यम् इस् भिन्नः वृद्धिकार्यम् इस् भिन्नः सो तत्रापि अ आ योग ए ऐ ओ औ भवति चेत् तत्र गुणः न भवति तत्र वृद्धिः भवति तथैव अत्र अस्ति यदा इघन्त अङ्गस्य परे अणित् अथवा अणित् प्रत्ययः आयाति चेत् तत्र गुणकार्यं सार्वधातुकार्धधातुकयोः इति सूत्रेण इकवर्णस्य गुणः न भवति अपि च अच्वर्णस्य वृद्धिः भवति इदानीं दृश्यतु यदा वयं गोयोग गो इति एकं शब्दः गोयो एकं गाव् इति एकं प्रातिपदिकम् अस्ति गो तत्र अन्ते ओकारः सो गोशब्दस्य विषये तत्र किं तत्र ण्यत् प्रत्ययः विधीयते ण्यत् इति विशिष्टप्रत्ययः केवलं गोशब्दस्य ओकारान्त शब्दस्य अनन्तरं ण्यत् प्रत्ययः विधीयते ण्यत् इति प्रत्ययः णित् अस्ति ण्यत् इति प्रत्ययः णित् अस्ति सो तत्र अचोणिणिति इति सूत्रद्वारा वृद्धिः भवति गो बिकम्स् गौ आकारः ऐकारः औकारः सो ओकारस्य तुल्यतमवर्णः कः औकारः सो गौः भवति गौः गौः इति एक सुपप्रत्ययस्य योजनेन तत्र एकवचन प्रथम विभक्त्यां गौः इति भवति सो तत्रापि अचोणिनिति इति सूत्रद्वारा कार्यं किमर्थम् अजन्तमङ्गम् अस्ति गो इति अन्ते अच् वर्णः तस्य परे ण्यत् इति णित् प्रत्ययः सो तत्र किं भवति गो गौ भवति अनन्तरं विशिष्टकार्यद्वारा तत्र गौः इति पदम् आयाति सो यत्र यत्र अत्र किमपि न लिखितम् अत्र केवलं सूत्रं वदति अजन्त अङ्गस्य सि प्रातिपदिकस्य अत्र धातुः अपि च अत्र धातुः इति पदस्य अनुवृत्तिः नास्ति अचः अङ्गस्य वृद्धिः निनिति इति सूत्रं वदति सो अचः अङ्गस्य परे कोऽपि णित् अथवा णित् प्रत्यहायति चेत् तस्य अच् वर्णस्य वृद्धिः करणीयं तावदेव सूत्रं वदति इति सूत्रस्य अर्थः. इदानीं तत्र नी भू कृ दशमगणे दृष्टवन्तः, दशमगणे औत्सर्गिकरूपेण प्रथमसोपाने एव नीच् प्रत्ययः स्वार्थे आयाति. परन्तु अन्येषां धातूनां विषये इत्युक्ते नवषु गणेषु दशमगणविहाय ये नवषु गणेषु धातवः सन्ति तेषां विषये किं चिन्तनम् इति प्रश्नः. सो वयं जानीमः नीच् प्रत्यय स्वार्थे अपि आयाति, यथा चुरादिगणे नीच् प्रत्ययः प्रेरणार्थे अपि आयाति, इत्युक्ते कार्यस्य कृते यः प्रेरणा ददाति हेतुमति च. सो हेतुः इत्युक्ते क्रियायाः हेतु किं, तत्र तादृश अर्थस्य विवक्षायां नीच् प्रत्ययः योजनीयम्. सो नीच् प्रत्ययः सर्वेषां धातूनाम् अनन्तरं निच् प्रत्ययः आगन्तुं शक्यते. एतस्य वाक्यस्य कः अर्थः? इन् अदर् मीनिङ्ग् इत्युक्ते सर्वे प्रत्ययाः सर्वेषां धातूनाम् अनन्तरं न आगन्तुं शक्यते इति तस्य अर्थः. यथा तत्र किमस्ति, यक् इति प्रत्ययः, यक् इति प्रत्ययः सर्वेषां धातूनाम् अनन्तरं न आगन्तुं शक्यते. यङ् इति प्रत्ययः सनादिप्रत्ययः. तत्र एकं सूत्रमस्ति, एकाच धातो क्रियासंविहारे यङ्. सो एकाच धातु अस्ति चेदेव तत्र यङ् प्रत्ययः आगन्तुं शक्यते. परन्तु तादृशः सूत्रं निच् प्रत्ययस्य कृते नास्ति. प्रत्ययः सूत्रमस्ति हेतुमति च. सो हेतुमति च इति सूत्रेण कारणार्थं हेतुः, क्रियायाः हेतुः तत् विवक्षायां सर्वेषां धातूनाम् अनन्तरं तत्र निच् प्रत्ययः योजयितुं शक्नुमः. सो तत्र किं भवति, नी इति प्रत्यय, नी इति धातुः भुवादिगणस्य धातुः, चुरादिगणस्य नास्ति. सो यत्र यत्र अजन्त अङ्गस्य परे णित् अथवा णित् प्रत्ययः आयाति चेत् तत्र सर्वदा किं करणीयम्, अचोणिनीति इति सूत्रद्वारा एव वृद्धिः करणीयं, न तु सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं करणीयम्. परन्तु यथा नियोगशप् भवति तत्र तु णे एव भवति, गुणकार्यं भवति. परन्तु नियोगनिच् इति विशिष्ट आर्धधातुप्रत्ययः, अतः अत्र गुणस्य कृते चिन्तनं, गुणस्य प्राप्तिः न भवति, वृद्धिः भवति विशिष्टसूत्रद्वारा. सो वृद्धिः भवति चेत् निस्थाने नाय् इति भवति, न तु ने भवति. ने इति गुणः आ ऐ औ एते त्रयः वर्णः एव वृद्धिसंज्ञकवर्णः. सो नाय् योग इ इदानीं सन्धिकार्यं कुर्मः चेत् ऐ स्थाने ऐ न आयाति, आय् आयाति. एचोयवायावः इति सूत्रद्वारा एव कार्यं. सो नाय नायि इति अङ्गम्, सर्वेषां धातूनां नायि, नाययति, भावयति, कारयति, एतेषां सोपानानि तत्र तत्र लेखनीयम्, लेखनीयं तत्र. आल् एव्री वन् यु डू दीस् स्टेप्स् बिकास् यत्र यत्र निच् प्रत्ययः योजयामः तत्र इगन्ताङ्गं न द्रष्टव्यं, तत्र अजन्ताङ्गं दृष्टव्यं. यद्यपि इगन्तम् अस्ति तत् अजन्तमपि अस्ति, इगन्तमपि अस्ति, अजन्तम् अपि अस्ति. किमर्थं चेत् परे विशिष्ट आर्धधातुप्रत्ययः निच् णित् अथवा णित् परे आयाति चेत् तत्र सर्वदा वृद्धिः करणीयं, न तु गुणकार्यं करणीयम्. परन्तु सामान्य अर्धधातुक् अथवा सामान्य सार्वधातुप्रत्ययः आयाति चेत् तत्र गुणकार्यम् एव भवति. इत्युक्ते नियोग अनियर्, चेतन भगिनी वक्तुम् इच्छति वा, नियोग अनियर् इति प्रत्ययः अनियक अनियर् अनियर् हलन्त्यं स्क्रीन् दृश्यते वा आम् आम् नी योग अनियर् करोतु भगिनि अनियर् अनियर् अनियर् प्रत्यये के के अनुबन्धाः नि इति लौकिकरूपम् हलन्त्यम् इति सूत्रेण रकारस्य इत् भवति किम् अवशिष्यते अनीय अवशिष्यते इदानीम् अनीय इति प्रत्ययस्य कीदृशप्रत्ययः इदानीं कृदन्तं न न एकनिमिषः तत्तु सत्यं गुणकार्यं वृद्धिकार्यं विषये तत्र किं द्रष्टव्यं प्रथमे षित् प्रत्ययः वा सार्वधातुक अपि च आर्धधातुक प्रत्ययः तत् तद् द्रष्टव्यम् आर्धधातु केन सूत्रेण आर्धधातु महोदय कृपया म्यूट् मध्ये तिष्ठतु लेटर् स्पीक् सो इदानीं अणियर् इति प्रत्ययः अणित् अथवा अणित् अस्ति वा अणित् नास्ति अणित् अपि नास्ति इत्युक्ते अस्मिन् कोऽपि मूर्धन्यनकारस्य इति नास्ति अस्मिन् प्रत्यये अपि च तालुन्यकारस्य अपि इति नास्ति सो किं वदामः अनियर् इति प्रत्ययः सामान्य आर्धधातुकप्रत्ययः विशिष्ट आर्धधातुकप्रत्ययः नास्ति सामान्य आर्धधातुकप्रत्ययः सो सामान्य आर्धधा अत्र अचोणिणिति इति सूत्रस्य प्रसक्ति अस्ति वा नास्ति भगिनि नास्ति किमर्थं चेत् अत्र निमित्तं न पूरितं णित् नास्ति णित् नास्ति सो तस्य सूत्रस्य प्रसक्ति एव नास्ति इदानीं कस्य सूत्रस्य प्रसक्तिः अत्र अङ्ग अनियर् इति प्रत्ययः प्रत्ययस्य कृते कीदृश अङ्गम् कीदृश अङ्गम् आर्धधातु प्रत्ययः वदतु सार्धधातुसार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति किं भवति सत्यम् इदानीं नि योग अनीय भवति एचोय वायाव सूत्रेण ए योग अम् अय एकारः अपगच्छति एकारस्य स्थाने ऐ इति आदेशः ए अत्र पूर्वपरयोः नास्ति एकारस्य स्थाने ऐ इति आदेशः नयनीय नयनीय केवलं वर्णमेलनं नयनीय तिथाक तथैव तत्र भूयोगः अनियर् कुर्मः चेत् तत्र किं भवति भू भू बिकम्स् भो योग अनीय किं भवति वदतु ओ योग अव् भवति भवयोग अव भवनीय भवनीय वि यूस् दिस् वर्ड् न करणीय करणीय भवनीय एतत् कार्यं करणीयम् अनन्तरं दिस् नपुंसकलिङ्गे करणीयं कार्यं करणीयं सो अनियर् प्रत्ययस्य योजनेन एव सर्वं भवति सो अनियर् इस् अ सामान्य आर्धधातुक प्रत्ययः एतत् प्रत्ययनिमित्तीकृत्यापि आर्धधातुक प्रत्ययः णित् नास्ति णित् नास्ति अतः वृद्धिः कदापि न भवति एतत् प्रत्ययनिमित्तीकृत्य एतत् प्रत्ययनिमित्तीकृत्य तु इघन्त अङ्गस्य गुणः एव भवति भू भो भवति अनन्तरं भव अनन्तरं भवनीय नपुंसकलिङ्गे भवनीयं करणीयम् अस्तु सो यु शुड् ट्रै दीस् काम्बिनेशन्स् किमर्थं चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण इघन्ताङ्गस्य गुणः पुगन्तलघुपदस्य च इति सूत्रेण उपदाङ्गस्य गुणः परन्तु द्वयोः कृते निमित्तं समानं कोऽपि सार्वधातुकप्रत्ययः परे अस्ति चेत् गुणः कोऽपि आर्धधातुकप्रत्ययः अस्ति चेत् गुणः परन्तु अचोणिणिति इति सूत्रे विशिष्टनिमित्तं दत्तं विशिष्टनिमित्तम् अपेक्षितं सामान्यनिमित्तं न अपेक्षितं णित् अथवा णित् परे एव वृद्धिकार्यम् इति सूत्रस्य अर्थः एतत् करपत्रं तु समापितं करणीयम् इत्युक्ते अत्र महोदय कृस्थाने कर् भवति अनन्तरं योजनेन मेलनेन तावदेव खलु करणीयं बहु सुलभमस्ति बहु सुलभमस्ति करणीयम् इति भवति गुणकार्यं भूत्वा अर् भवति कर् योग अयोगनीय करणीय नपुंसकलिङ्गे करणीयं सामान्यमस्ति अनियर् इति सामान्य अर्धधातुप्रत्ययः सो एतत् सर्वाणि एतत् सूत्रत्रयः ये अस्मिन् करपत्रे दत्तं सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च अपि च इदानीम् अचोणिणिति एतत् सूत्रत्रयस्य आधारेण तत्र बहुषु पदानि तत्र भवति तेषां निर्माणं भवति सो तत् तत् द्रष्टव्यं यु शुड् डू दिस् एस् अ होम्वर्क् वेर् एवर् यु हेव् डौट् यु केन् आस्क् इन् दिस् क्लास् ओके अस्तु इदानीं तु समयः अभवत् वदतु भगिनि when you start to do, if it is dhatuniya iti, pratham hetu matcha applied niyam, niche, to bring in niche. I am not able to listen your voice properly. Is the problem with me only or? No, when we want to start. Idhanim samya kasti vadatu. I don't know how to start the prakriya. Hmm. Suppose it is ni, the first sutram is hetumati cha, is it? Because we want to bring in niche. For niche pratyaha. If we want to bring niche, then only hetumati cha. Kena sutra ena niche vidhanam. Itukte dhatu anantaram niche to vayam yojamaha. Parantu kena sutra ena hetumati cha iti sutra ena eva. Hetu arthe eva tatra kriyayaha hetu hukyam iti gyatum ichchukaha asti chet. निचयोजनीयम् इत्युक्ते माता पाचयति पच् योगः निच् कुर्मः चेत् तत्र किं भवति पाचयति इति भवति सो तत्र सः यः पाचयति तस्य कृते निमित्तं किम् इति तत्र हेतुमति च इति सूत्रद्वारा एव निचयोजनीयम् इत्युक्ते सर्वेषां अनियर् प्रत्ययस्य विषये अपि तत्र सूत्रं किम् इदानीं तु अहं न स्मरामः स्मरामि परन्तु तत्र तस्य कृते अपि सूत्रं केन सूत्रेण अनियर् प्रत्ययः विधीयते सर्वेषां प्रत्ययानां कृते प्रत्ययविधायकसूत्रं तत्र भवति व्याकरणे निच् प्रत्ययविषये जानीमः हेतुमति च अन्येषां धातूनाम् इत्युक्ते चुरादिगणविहाय ये अन्यधातवः सन्ति तेषाम् अनन्तरं यः निच् आयाति सः हेतुमति च इति सूत्रद्वारा आयाति परन्तु चुरादिगणे यः प्रथमसोपाने निच् प्रत्ययः आयाति तस्य कृते एकं बहु दीर्घं सूत्रम् अस्ति प्रथमे तु तत्र विशिष्टधातूनाम् अपि च चुरादिभ्यः णिच् इति अस्ति अन्ते. सो न केवलं चुरादिभ्यः धातूनां णिच् प्रत्ययः आयाति, कानिचन विशिष्टधातवः तस्मिन् सूत्रे दत्तं, तेषाम् अनन्तरमपि स्वार्थे णिच् आयाति. सो हेतुमति च इति हेतु इति प्रेरणार्थे णिच्, परन्तु भिन्नसूत्रद्वारा चुरादिगणे यः णिच् आयाति सः स्वार्थे आयाति. तत्र कोऽपि क्रिया यः पदमस्ति, धातुः परिवर्तनम् अर्थस्य परिवर्तनं न भवति णिच् योजनेन, परन्तु यदा वयम् अत्र नियोग णिच् कुर्मः चेत् नायी इति यः अर्थः तद् भिन्नं, नी इति अर्थः भिन्नम्. किमर्थं चेत् अत्र हेतु अर्थे णिच् प्रत्ययस्य योजनं भवति इति तत्र. अनन्तरं सामान्यप्रक्रिया. सो अनियर् प्रत्ययः केन् बि अनियर् कृत् प्रत्ययस्य योजनेन सर्वदा किं भवति, प्रातिपदिकस्य निष्पा नयनीय यः तत्र वर्णसमूहः तस्य प्रातिपदिक इति संज्ञा, न तु धातु इति संज्ञा. यथा नायी इति तस्य धातु इति संज्ञा, सनाजन्तः धातुवः, परन्तु अणीय इति यः शब्दसमूहः तस्य प्रातिपदिक इति संज्ञा. सो प्रातिपदिकस्य अनन्तरं तत्र किं योजनीयम्, एकविंशति सुप् प्रत्ययः योजनीयम्. सो तत्र नपुंसकलिङ्गे भवनीयं, भवनीया स्त्रीलिङ्गे भवनीयः इत्युक्ते पुस्तकं पठनीयं, पठनीयं. तत्र गीता पठनीया, गीता पठनीया. वी शुड् रीड् मतलब् योग्य योग्यार्थे अनियर् प्रत्ययः आयाति. तथैव ग्रन्थः पठनीयः, ग्रन्थः पुल्लिङ्गे. सो तत्र सर्वासु लिङ्गेषु तत्र रूपं भवितुम् अर्हति प्रातिपदिकस्य निर्माणस्य अनन्तरं. वदतु भगिनि, किमपि अपि अस्ति वा? We cannot use hetumati cha. Tatra hetumati cha sutra dwara nitna ayati. Tatra churadi bhiha nich. I will write the sutra in the WhatsApp group. Tatra bin sutra dwara nich ayati. Tatra dhatu arthparivartanam na jayate. Na bhavati. Satya pasha. Iti brihat sutra masti kalu mahadeva. अन्ते तत्र लिखितमस्ति चुरादिभ्यः णिच् इति, तत्र अन्ते अस्ति है न तस्मिन् सूत्रे. हा, सत्यपाशः इति सूत्रम् अस्ति, बृहत् सूत्रम् अस्ति, अन्ते लिखितं चुरादिभ्यः णिच् इति. अपि च विशिष्टधातूनाम् अपि च चुरादिगणीयधातूनां णिच् प्रत्ययः स्वार्थे आयाति इति तत्र सूत्रम् अस्ति. सो तत्र हेतुमति च द्वारा न णिच् प्रत्ययस्य योजनं, तत्र भिन्नसूत्रद्वारा णिच् प्रत्ययः आयाति. धन्यवादः. अस्तु, इदानीं स्थगामः, अत्र बहु समयः अभवत्. शान्तिमन्त्रं पठामि, अनन्तरं तत्र स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः, शुभदिनं महोदय. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः.